महोदय, हाँ भवान ईमेल द्वारा प्रेषितवान् वा जूम लिंक अत्र केवलं केवल चैट मध्ये प्रेषितवान् ना? क्या केवलं चैट मध्ये प्रेषितवान्, हाँ, अपि यदा यः मध्ये अस्माकं वर्गस्य मध्ये जूम गतं चेत् कथं पुनः आगन्तव्यं तस्य? तत्र यद् लिंक अस्ति तद् तस्य तत्र जूम आईडी यत् अस्ति तद् लिखन्तु तत्र 9542048990 यदस्ति। हाँ, एतत् जूम मीटिंग आईडी कुत्र अस्ति? उपरि अस्ति भगिनी। केवलं उपरि तु केवलं टॉकिंग अस्ति, अस्तु अस्तु अस्तु, कॉपी यूआरएल अस्ति महोदय, इन्विटेशन यूआरएल मध्ये कॉपी अस्ति। यूआरएल एवम् अस्ति। हाँ, ओहो, इन्विटेशन यूआरएल, तत्र गन्तव्यं वा? तदेकवारं तत्र कापि कृत्वा हाँ, अन्यत्र स्थापयतु। अच्छा, यूआरएल कुत्र अस्ति महोदय? अहं संख्या एव पश्यामि। हा तत्र URL एतद् अस्ति भगिनि तत्। हा अस्तु, एकवारं तत्र अत्रापि अहम् एकवारं प्रेषयामि, एकनिमिषः तत्र कापि कृत्वा। हा कुत्र एकवारम्, अत्रापि अस्ति खलु, अत्र चाट् इति कर्तुं शक्नुमः अत्र। अस्तु, ओ अस्तु अस्तु, श्रीप्रिया भगिनी प्रेषितवती। अस्तु, धन्यवादः भगिनि। अस्तु, हा अहं न अवगच्छामि कथं तत्र चाट् इति अस्ति भगिनि, तत्र अधोभागे चाट् इति अस्ति खलु, तत्र क्लिक् करोतु। फुल् स्क्रीन् करणीयं तावदेव आगच्छति सर्वे आप्षन्स्। हा फुल् फुल् स्क्रीन् करोतु। हा महोदय, प्रकृत मोड् मध्ये सेफ् ड्रैविङ्ग् मोड् इति अस्ति, तत्र किमपि नास्ति। सेफ् ड्रैव् मोड् न जानामि महोदय, तत्र इदानीं तत्र कुत्रापि तत्र टैप् कर्तुं शक्नोति, तत्र लिंक् प्रेषितवान्, किन्तु भवान् लब्धवान् खलु लिंक् ईमेल् द्वारा, भवतः पार्श्वे तु अस्ति अन्येषां कृते। तत्र गीताञ्जलि भगिनी न प्राप्तवती वा किं किम् लिंक् लिंक् लिंक् लिंक् भगिनि एतस्य? अस्तु भगिनि, अत्र पार्टिसिपेंट्स् तत्र अधोभागे चाट् इति टैप् अस्ति। अस्ति वा? ऐ रेज हैंड, यस, गो फास्टर, तस्य अधोभागे कम डाउन, क्लैपिंग, वन आई नो कप ऑफ कॉफी एंड टाइम, तस्य अधोभागे, तस्य अधोभागे भगिनी, राइट बिलो द हैंड भगिनी देयर इज अ चैट एंड इनवाइट। ओ दैट, आ अस्तु अस्तु, धन्यवाद भगिनी। अस्तु अस्तु, अतः सर्वे प्राप्तवन्तः खलु तत्र चाट् मध्ये तत्र लिंक्। अस्तु अस्तु, क्षम्यतां, न न न, चिन्ता मास्तु, प्रथमवारम् एतत् कुर्मः, अतः अहमपि अत्र प्रयत्नमेव करोमि, पश्यामः एतत् कथं भवति इति। अस्तु, तर्हि आरम्भं कर्तुं शक्नुमः इति मन्ये। तत्र अस्माकं प्रवर्तमानः विषयः अस्ति, तत्र मूलविषयः अस्ति त्वान्तरूपमपि ल्यबन्तरूपं, किन्तु तस्य सम्यक् अवगमनार्थं वयम् अत्र स्मः, धातुगणपरिचयः इति। तत्र गतवर्गे प्रथमपुटं पठितवन्तः, इदानीं द्वितीयपुटं तत्र धातुगणपरिचयः इति तद् पठन् स्मः पुनः एकवारं। तत् लिंक् प्रेषयामि यदि अस्ति अथवा नास्ति चेत् अपि, अत्र अस्ति पुनः। हा अस्तु, तर्हि तत्र कः पठितुम् इच्छति? अस्तु, शोभा भगिनी आरम्भं करोति वा तत्र? आम् महोदय। अस्तु, कुत्र इदानीं लिंक् प्रेषितवान्, तत्र द्वितीय द्वितीय द्वितीय पुटं भगिनि 01 अस्ति, तस्य तत्र नंबर 2 धातुगणपरिचय इति। पाणिनीयधातुपठनं महोदय, किम्? ओ क्षम्यतां क्षम्यतां, वयं प्रथमपुटे एव स्मः खलु. सत्यं सत्यं. Where did we stop there, Mahodaya? तत्र भयम् अहं चिन्तयामि जुहोत्यादि इति कृतवन्तः. ततः आरम्भं कुर्मः. अस्तु, दिवादिगणः इति ततः आरम्भं कुर्मः. आमामामामां, क्षम्यतां क्षम्यतां, 01 एव, 01 एव, 02 न, क्षम्यतां. इदानीं पुनः प्रेषयामि. सत्यं सत्यं. 01 एव, 011, 011. तत्र धातुगणपरिचय इति दिवादिगणः. दिवादिगणः इति दिवादिगण चतुर्थगणः. दिव् इत्यादयः धातवः. दीव्यति इत्यादीनि क्रियापदानि. तदेव वा महोदय? तदेव तदेव भगिनी. दीव्यति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः श्यन्. तत्र शन् प्रत्ययेन या इति एव विकरण तिष्ठति. शा अपि नकारस्य लोपः. तत्र या विकरणप्रत्ययेन उदाहरणानि दत्तानि. कथं धातवः क्रियापदानि भवन्ति इति. नश् इति नश्यति विकरणप्रत्यय यकारस्य उपयोगं कृत्वा नश्यति इति निर्मामः इति. अपि च नृत् इति नृत्यति इति भवति. कृप् कुप् धातोः कुप्यति इति एकरूपं. क्रुद्ध धातोः क्रुध्यति इति. तुष् धातोः तुष्यति. मन् धातोः मन्यते. विद् धातोः विद्यते. तत्र यद्यपि वदतु भगिनि. तत्र यद्यपि शन् इति प्रत्यय अस्ति चेदपि तत्र केचन कार्याणि भवन्ति. तेन वयं we won't be talking about those, right Mohan? No, no, no, bagini. Atra atra atra kevalam tatra asmakam visheha kaha ityukte tatra vayam yatha tatra tvantarupam drushtavantah api yatha tatra langlakaram api lotlakaram tasya nirmanasya samye vayam drushtavantah tatra anekani rupani santi iti khalu. तत्र क्रियापदस्य किमर्थम् एतद्रूपम् अस्ति, अन्यत् क्रियापदस्य एतद्रूपम् अस्ति, तस्यापि अन्यस्य समानरूपं नास्ति, कुत्रचित् इकारः आगच्छति, कुत्रचित् यकारः आगच्छति, सर्वम् अस्ति खलु. अतः अस्माकं ज्ञानं नास्ति कति रूपाणि सन्ति क्रियापदस्य इति खलु. अतः इदानीं तत्र धातुगणविषयस्य ज्ञानं भवति चेत् वयम् अवगन्तुं शक्नुमः तत्र किं 2000 मूलधातवः सन्ति, तस्य उपयोगेन अनेकाः धातवः कर्तुं शक्नुमः. किन्तु यद्यपि सहस्राधिक धातवः सन्ति, किन्तु तेषां गणः केवलं दशगणाः एव सन्ति. अतः क्रियापदस्य रूपं कीदृशरूपं भवति, लट्लकारे वा लोट्लकारे वा लङ्लकारे वा क्त्वान्तरूपे वा ल्यबन्तरूपे वा, तत्र तत् सर्वं केन आधारेण तस्य निर्माणं भवति इत्युक्ते गणस्य आधारेण, कस्मिन् गणे धातु अस्ति इति दृष्ट्वा तस्य रूपं कीदृशम् इति भवति. अतः वयं धातोः गणः कः इति जानीम अस्माभिः ज्ञातव्यः. अतः अत्र प्रत्येकस्य गणस्य तत्र किम् अस्ति, तत्र लक्षणम् अस्ति. तत्र प्रथमगणस्य लक्षणः आसीत् किं, तत्र विकरणप्रत्ययः आसीत् अकारः. तत्र खाद् योगः अ योगः ति. विकरणप्रत्ययः इत्युक्ते कः, तद् मध्ये आगच्छति खलु. ति इति अन्ते भवति, धातु इति प्रथम पूर्वे भवति, मध्ये विकरणप्रत्ययः आगच्छति. प्रथमगणे भूवादिगणे अकारः आसीत् खाद् योगः अकारः, योगः ति खादति. द्वितीयगणे विकरणप्रत्ययः कः आसीत्? द्वितीयगणे अदादिगणे तत्र विकरणप्रत्ययः एव नास्ति. एव नास्ति, हा. अतः तत्र अस्ति इति, तत्र योगः ति अस्ति एव, हा. तत्र मध्ये अकारः नास्ति. अतः वयं जानीमः अस्ति अपि पठति, तयोः मध्ये भेदः अस्ति इति. अतः अस् धातोः रूपं यदि लकारं कुर्मः, अस् धातोः रूपं भिन्नं भवितुं शक्यते. पठति इति पट् धातोः रूपाणि अपि अस् धातोः रूपाणि भिन्नानि भवितुं शक्यन्ते इति ज्ञानं भवति. अपि जुहोत्यादिगणे तत्र तस्य लक्षणं किम्? तस्य लक्षणं द्वित्वम्. अत्रापि अत्रापि विकरणप्रत्ययः नास्ति एव. अतः यथा तत्र द्वित्वं भूत्वा उदाहरणानि दा धातोः ददाति इति भवति, धा धातोः दधाति, भी धातोः बिभेति, हा धातोः जहाति इति. तत्र बिभेति पूर्वं महाप्राणभा एव अस्ति, परन्तु तत्रापि केचन कार्याणि भूत्वा बिभेति. किन्तु तत्र पश्यामः, तत्र धा धातु अस्ति चेत् धा योगः ति धाति इति अस्ति. तत्र अकारः अस्ति न वा इति न जानीमः खलु मध्ये. धा धातु अस्ति, तत्र धाति इति रूपं स्वीकुर्मश्चेत् तत्र मध्ये अकारः अस्ति न वा इति न ज्ञातुं शक्नुमः. किन्तु दधाति इति अस्ति, अतः वयं जानीमः एतत् प्रथमगणः अपि नास्ति, द्वितीयगणः अपि नास्ति इति. द्वित्वम् इति तस्य लक्षणं भवति. तत्र दशगणाः सन्ति इति प्रथमा वार्ता. तदनन्तरं का वार्ता इत्युक्ते, वयं कथं निर्णेतुं शक्नुमः कस्मिन् गणे धातु अस्ति इति. तस्य ज्ञानस्यार्थमेव एतत् सर्वं पठामः. गणस्य विषये अपि यदि कोऽपि धातु अस्ति चेत् कस्मिन् गणे एषः धातुः भवति इति, तस्य निर्णयः कथं भवति इति तद् तदपि पश्यामः. अस्तु, इदानीं धन्यवादः भगिनि. इदानीम् अग्रे तत्र उषा भगिनी अग्रे पठति वा? आं महोदय. पञ्चमबिन्दुः स्वाधि पञ्चमगणः. सु इत्यादयः धातवः, सुनोति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः श्नु, नु नो भवति. गुणः भूत्वा कार्यमस्ति, कार्यं भूत्वा नो एव तिष्ठति तत्र. उदाहरणरूपम् अस्ति धातुः आप् धातुः आप्नोति इति भवति, शी धातुः चिनोति इति भवति, शक् धातुः शक्नोति इति, धुनोति इति भवति. हा, समीचीनं भगिनि. अत्र हा तत्र सुवादिगणस्य विवरणं करोतु. यतः वयं कृतवन्तः गतवर्गे तत्र भूवादिगणः, यस्य गणस्य आदौ भू धातुः अस्ति सः भूवादिगणः. अत्र स्वादिगणः यस्य गणस्य आदौ सु धातुः अस्ति, सु धातुः सु धातुः सु धातुः अस्ति, सः नो स्वादिगणः. सुवादिगणः तत्र सुयोगः आदि स्वादि इति भवति तत्र सन्धि अस्ति इति कृत्वा सुयोगः आदि स्वादिगणः अस्तु समीचीनमपि प्रत्ययः इत्युक्ते प्रत्ययः अपि उपसर्गः तत्र भेदः कः उपसर्गः द्वाविंशति उपसर्गः अस्ति प्रत्ययः बहवः सन्ति सत्यं सत्यं सत्यं सत्यं तत् एकम् अपि द्वितीयम् अस्ति तत्र समीचीनं भगिनि अपि द्वितीयम् अस्ति उपसर्गः सर्वदा पदस्य पूर्वे भवन्ति पूर्वे आगच्छति प्रत्ययः सर्वदा अन्ते स्थापयामः प्रत्ययः इत्युक्ते तव्यत् अनियर् हा सर्वं सर्वं यत् यद् तत्र यदा वयं लकारः कुर्मः तत्र प्रत्ययः एव स्थापयामः क्त्वान्तरूपं प्रत्ययः अस्ति अपि विभक्ति यदा कुर्मः तत्रापि प्रत्ययः एव अस्ति अतः सर्वत्र प्रत्ययः एव प्रातिपदिकं स्वीकृत्य इत्युक्ते किम् अर्थं महोदय पश्यामः भगिनि तत्र तस्य किमर्थं तादृशनाम सर्वं पश्यामः किन्तु तद् मध्ये आगच्छति इति तत्र तस्य कार्यम् अस्ति तद् केवलं नामकरणं तद् तत् किमपि अत्र कार्यं करोति इति तावदेव विकरणप्रत्ययेन एव तत्र वयं पठितवन्तः खलु तस्य आधारेण एव गणाः भवन्ति तत् भिन्नाः भवन्ति किमर्थं उपसर्ग अपि प्रत्यय इति पृच्छति महोदय अतः प्रत्यय इति तस्य ज्ञानं भवतु इति तत् प्रत्यय सर्वदा अन्ते भवति उपसर्गः पदस्य पूर्वं भवति इति तावदेव भेदः अस्ति इति तावदेव भगिनि अस्तु तर्हि तत्र तत्र अस्तु तर्हि तत्र इदानीं तत्र स्वादिगणस्य आप्नोति अपि चिनोति शक्नोति धुनोति इति तत्र पञ्चमगणः इदानीं तत्र नरेश महोदय अग्रे पठति वा षष्ठगणः इत्यादयः धातवः सुदति इत्यादीनि क्रियापदानि विकरणप्रत्ययः श अकारः श भवति श इति अस्ति किन्तु तद् किं करोति चेत् अकारः इति भवति तत्र ईत्संज्ञा किमपि अस्ति तत्र शकारे केवलम् अकारः एव तिष्ठति स्वरः एव तिष्ठति अत्र उदाहरणं महोदय एकः प्रश्नः शः दट् एरो मार्क् कथं वक्तव्यं महोदय शः इति विकरणप्रत्ययः अस्ति किन्तु आ एव तिष्ठति न महोदय दट् एरो मार्क् भवति इति शकारः अकारः भवति अत्र कार्यं कृत्वा केवलं तत्र ईत्संज्ञा उपयुज्य अथवा पाणिनेः सूत्रम् इत्संज्ञा इति अस्ति अतः तत्र केवलम् अकारः तिष्ठति इति शकारस्य किं लोपः न लोपः इति एव प्रायशः अस्ति शकारः अकारः भवति इति प्रायशः तत् अत्र वक्तुं शक्नुमः इति मन्ये भगिनि अस्तु महोदय नरेश महोदय मिल् धातु मिलति लिख् धातु लिखति क्षिप धातु क्षिपति कृष् धातु कृषति इति अपि तुदाद्यगणस्य विवरणं यस्य गणस्य गणस्य अग्रे आदौ तु भवति तुद् भवति तुद् धातुः अस्ति सः तुदादिगणः तुदादिगणः इति अस्तु अत्र षष्ठगणः अपि यदि पश्यामः तत्र समस्या एका समस्या अस्ति इति कोऽपि चिन्तयति वा अत्र षष्ठगणस्य विकरणप्रत्यये दृष्ट्वा एतत् समस्या भवति इति एषा समस्या भवति इति कोऽपि चिन्तयति वा? एतत् सत्यमेव. सत्यं खलु. अत्रापि अत्रापि अकारः अकारः एव विकरणप्रत्ययः. प्रथमगणे अपि अकारः, अत्रापि अकारः अवशिष्टभागः. अतः तत्र किम्, अत्र प्रथमगणे यदि धातु अस्ति अपि वयं पश्यामः तत्र, अतः यदि पश्यामः मिलति इति अस्ति, मिल् धातुः तस्य रूपं मिलति इति अस्ति, अपि पट् इति धातु पश्यामः पठति इति अस्ति. वयं चिन्तयामः एतत् प्रायशः एकस्मिन् गणे एव सन्ति इति खलु भवितव्यम्. किन्तु अतः तत्र विकरणप्रत्ययः समानम् अस्ति चेत् अपि कथं वयं निर्णेतुं शक्नुमः ते एकस्मिन् गणे न स्तः इति कथं निर्णेतुं शक्नुमः? सः प्रश्नः, तस्य उत्तरं भवति. किन्तु अत्र सावधानं भवतु, तत्र अकारः एव अत्रापि विकरणप्रत्ययः, अतः तत्र प्रश्नः उदेति. मिल् धातुः मिलति रूपम्, अपि पट् धातुः पठति रूपं, कथं किमर्थं ते एकस्मिन् गणे न स्तः इति. किन्तु अग्रे पश्यामः. अस्तु, धन्यवादः नरेश् महोदय. अस्तु अग्रे पूर्णेन्दु महोदय अग्रे पठति वा? सप्तमबिन्दु रुधादि रुधादिः सप्तमः गणः रुद् इत्यादयः धातवः, रुणद्धि इत्यादीनि क्रियापदानि, विकरणप्रत्ययः स्नम् ततः न इति अवशिष्यते. उदाहरण थिद् थिनत्ति त्रुद् रुणत्ति विद् भिनत्ति भुज् भुनक्ति भुङ्क्ते युज् युनक्ति. समीचीनं महोदय. अत्र तत्र रुद् इति धातु अस्ति, तत्र तस्य क्रियापदरूपं किमर्थं रुणद्धि इति अस्ति इति वक्तुं शक्यते वा? तत्र नकारः इति, नकारः इति विकरणप्रत्यये मध्ये आगच्छति खलु. ति अपि धातु अपि धातु अग्रे अस्ति, तदनन्तरं ति इति अन्ते भवति, मध्ये विकरणप्रत्यये आगच्छति. विकरणप्रत्ययः अत्र अस्ति नकारः, किन्तु तत्र रु अस्ति अपि थि इति अस्ति चेत् तत्र धि इति तद् मास्ति इदानीं, किन्तु नकारः किमर्थम् अस्ति इति. नकारः मध्ये णकारः किमर्थम् अस्ति इति प्रश्नः तावदेव. मध्ये णकारः आगच्छति इति सप्तमगणस्य विशेषगुणधर्मः. नकारः नकारः इति, किन्तु सः नकारः किं भवति, रुद् इति धातोः मध्ये णकारः भवति. अन्य कोऽपि वदति वा किमर्थम्? रकारः अस्ति न? रकारः अस्ति, अत्र णत्वं भवति. तावदेव तावदेव तावदेव. अस्तु, समीचीनम्. अतः एतद् अत्र विकरणप्रत्यय भिन्नः अस्ति खलु, तत्र छिनत्ति इति रूपम् अपि आप्नोति इति रूपं समानं न दृश्यते खलु. अतः तत्र कोऽपि क्लेशः न भवति खलु. सप्तम गणः कीदृशः इति वक्तुं शक्नुमः खलु. नकारः केवलं नकारः, नोकारः अस्ति चेत् किं भवति मध्ये? पञ्चमगणे भवति. अस्तु, समीचीनम्. अतः सप्तमगणे नकारः एव, नकारः अथवा णकारः भवति चेत् तद् तत्र सप्तमगणः इति ज्ञानं भवति. अस्तु, समीचीनम्. अस्तु अग्रे श्रीप्रिया भगिनी पठति वा अग्रे? अष्टमः गणः तन् इत्यादयः धातवः, तनोति इत्यादीनि क्रियापदानि, विकरणप्रत्ययः ऊ अस्ति, ओकारः भवति. उदाहरणार्थं कृ करोति, तृण् तृणोति, खादति, सन् सनोति, अर्थः अस्ति ददाति. ददाति इति, तत्र क्लेशः भवति वा भगिनी, तत्र यदि रूपं पश्यामः करोति इति पश्यामश्चेत् तत्र किमपि क्लेशः भवति वा अन्यस्मिन् गणे भवति इति? सम्यक्तया वक्तुं शक्नुमः वा अष्टम अष्टमगणे अस्ति इति? अस्तु समीचीनं. विकरणप्रत्यये ओकर. हा यदि तत्र नो आसीत् चेत् तत्र तनोति इति अस्ति, तत्र किं तत्र पञ्चमगणे षष्ठगणे अपि भवितुम् अर्हति खलु? क्षम्यतां, पञ्चमगणे अपि भवितुम् अर्हति खलु? तत्रापि नोकारः अस्ति, किन्तु तत्र तन्निति तन्निति दृष्ट्वा धातु तन्निति दृष्ट्वा तत्र केवलम् ओकारः एव विकरणप्रत्ययः इति ज्ञातुं शक्नुमः खलु? श्रीप्रिया भगिनी. अस्तु अस्तु, हा अस्तु, श्रूयते न वा इति संशयः आसीत्. अस्तु अस्तु भगिनि, समीचीनम्. अस्तु हा अस्तु, अग्रे तत्र उमामीनाक्षी भगिनी पठति वा? नवम. Wait one minute, let me keep changing the screen. Kriyadihi navamaha ganaha kri ityadayaha dhatavaha krinati ityadini kriyapadani vikarana pratyayaha shna shna avashishyate tadanantaram udaharanam grah grushnati nya janati ash अश्नाति खादति वृ वृणाति स्तब्ध स्तब्नाति बन्ध बध्नाति प्रभेद नकार गोस् न जानामि. किन्तु तत्र केवलं नकारः इति नास्ति खलु? तत्र अन्यत्र कुत्र विकरणप्रत्ययः नकारः अस्ति? सप्तमगणे अत्र तु केवलं नकारः अस्ति, तत्र केवलं नकारः अस्ति, दीर्घ अकारः नास्ति. अपि पञ्चमगणे नोकारः अस्ति, नोकारः अस्ति, अतः तत्र गृह्णाति जानाति अश्नाति वृणाति इति दृष्ट्वा बध्नाति इति दृष्ट्वा तद् नवमगणः इति निर्णयं करणीयम्. तत्र किञ्चित् करणीयम् अस्ति, किन्तु सत्यं सत्यं सत्यम्. अतः अस्तु, एकवारं तत्र यदि बहु समस्या अस्ति तत्र स्क्रीन् चेञ्ज् करणीयम् इति, एकनिमिषः तत्र किमपि कर्तुं शक्नुमः इति पश्यामि. अस्तु हा, एतत् प्रायशः अस्तु. एतत् कथम् अस्ति यदि एतत् करोमि चेत्? दृश्यते वा? दृश्यते महोदय. अस्तु, इदानीम् एकस्मिन् एव स्क्रीन् मध्ये सर्वे कर्तुं शक्नुमः इति मन्ये खलु, नो चेत्? अस्तु, इदानीं दशमगणः तत्र वृणाति स्तम्भ्नाति अर्थः गृह्णाति जानाति खलु भगिनि, गृह्णाति होल्ड्. बध्नाति इत्युक्ते बन्धनं करोति इति. अत्र किञ्चित् क्लेशः अस्ति पठने, इट्स् कमिङ्ग् आल् डिस्जाय्ण्टेड्, यु नो, पूर्णं न अस्ति. कुत्र शेर् स्क्रीन् मध्ये वा? तदनन्तरं इतोपि एका समस्या, भवतः हस्ते अस्ति उपरि अथवा अधः गन्तव्यं, वयं कर्तुं शक्नुमः. अस्तु अस्तु, अतः अहं स्टाप् तत् स्टाप् करोमि. अस्तु तर्हि, अस्तु अस्तु तर्हि, अस्तु इदानीं रघुपति महोदय नमस्कारः. लिङ्क् प्राप्तवान् वा? अस्तु अस्तु, हा अस्तु महोदय, अस्तु, अत्र अतः लिङ्क् प्रेषितवान्. अस्तु समीचीनम्. अस्तु तर्हि भवानेव अन्तिम तत्र दशमगणस्य. तत्र धातुगण प्रथम एव 01 तस्मिन् वन्. अन्यप्रश्न कस्य आसीत्? नरेन्द्र नरेश महोदय वा अथवा भानुचेतन महोदय वा? महोदय मां विस्मरति. न न महोदय, अग्रे अग्रे भवान् एव पठति. एकनिमेषः, अहं न विस्मृतवान्. एकनिमेषः. हा महोदय, स्तब् स्तब् किम् अस्ति? स्तब्नाति. स्तब्नाति द्रष्टव्यम् अस्ति महोदय. स्तम्भनम् इति तत्र स्तम्भनम् इति चिन्तयामि. हा तत्र हा कोऽपि दृष्ट्वा वदतु. वृणाति बध्नाति द्वयोः अर्थः समानमेव. होल्ड् हा होल्ड् हा किन्तु एकमस्ति अहं हस्ते किमपि गृह्णामि, किन्तु बन्ध बन्द् अस्ति तत् तस्य बन्धनं करोमि इति खलु. प्रकोष्ठे बन्धनं करोमि इति तत्र गृह्णाति इति न भवति खलु. ओ वृणाति. हा वृणाति इति वा वृणाति इति गृह्णाति इति वा इति न जानामि. न न ब्रू एव ब्रू ब्रू अस्तु अस्तु ब्रू इति अहं तत्र भर भर तत्र विवाहं करोति इति तादृश अर्थः वरम् इति सम्बद्ध क्रियापदम् इति मन्ये भगिनि. वाट् अबौट् वूण्डिङ्ग्? वृणः अस्ति इति अपि. ओ अस्तु अस्तु अस्तु अस्तु, तदपि सः अर्थः अपि अस्ति. अस्तु खलु, द्रष्टव्यं भगिनि. ओके ओके, इतोपि एकं मम चिन्तने आगच्छति. यदा विवाहं करोति सः वृणः. तादृशः मम चिन्तने नास्ति भगिनि, किन्तु प्रायशः चिन्तने नास्ति, परन्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु, सत्यं सत्यं भगिनि सत्यम् अस्तु. तत्र भ्रू धातु वृणोति इति. हा वृणोति वृणाति भिन्नम् अस्ति वा? हा अस्तु, कोऽपि दृष्ट्वा वदतु तत्र स्पोकन् संस्कृत् मध्ये. अस्तु रघुपति महोदय, अग्रे अन्तिमं पठति वा चुरादिगणः? पठामि. हा चुरादिगण चुरादिः दशमः गणः. चुर् इत्यादयः धातवः, चोरयति इत्यादीनि क्रियापदानि. स्वार्थे निट् प्रत्ययः, तदा विकरणप्रत्ययः शप् योग शप् आ इति, अतः आहत्य अया इति भवति. कारणं चल् इति अस्ति, चालयति, प्रेष् प्रेषयति, कथ कथयति, गणगणयति, चिन्त चिन्तयति, भक्ष भक्षयति. अस्तु अया इति श्रूयते, तद् मन्तव्यं चुरादिगणीयधातुः इति अस्ति. अस्तु तत्र कोऽपि क्लेशः भवति वा अत्र? अन्येषु गणेषु एतादृशविकरणप्रत्ययः कुत्रापि अस्ति वा? यकारः अस्ति न कुत्रापि? हा चत्वार चतुर्थगणे चतुर्थगणे यकारः अस्ति. अतः नश्यति, नृत्यति, कुप्यति, क्रुध्यति, कुष्यति, मन्यते, विद्यते, अपि कथयति, गणयति, चिन्तयति, भक्षयति, क्षालयति, प्रेषयति, तत्र भेदः अस्ति इति द्रष्टुं शक्नुमः वा? आमाम् अत्र पूर्वं तत्र क्रुध्यति इति अस्ति, तत्र यकारः अस्ति किन्तु तस्य पूर्वम् अकारः नास्ति खलु. क्रुध्यति तत्र अकारः नास्ति यकारस्य पूर्वं. हा किन्तु अत्र भक्षयति, अतः तत्र अकारः अस्ति तदनन्तरं यकारः अस्ति इति द्रष्टुं शक्नुमः. किन्तु अग्रे गच्छामः, तत्र बहु किमपि वक्तव्यमस्ति. अस्तु तर्हि इदानीं भानचितनि महोदय, भवतः उत्तरदायित्वं द्वितीयगणे द्वितीयपुटे धातुगणपरिचयः इति. हा तत्र हा आरम्भं करोति वा? द्वितीयपुटम् आम. हा तत्र एतावता इति आरभ्य. एतावता अस्माभिः दृष्टं यद् धातूनां दशगणाः सन्ति, तथा च विकरणप्रत्ययेन गणाः भिद्यन्ते. पठति हट् योगः अकारः योगः ति प्रत्ययः पट् इति धातुः अर्थं निर्दिशति अ इति विकरणप्रत्ययः गणं निर्दिशति ति इति तिङ् प्रत्ययः लकारं निर्दिशति महोदय हा अत्र किम् अस्ति तत्र वयं दृष्टवन्तः दशगणाः सन्ति अपि गणस्य विकरणप्रत्ययः इति किमपि अस्ति तेन प्रत्ययेन गणाः भिद्यन्ते इत्युक्ते गणाः भिन्नाः इति कथं वर्णनं कुर्मः पश्यतु अत्र विकरणप्रत्ययः इति एकम् अस्ति प्रथमगणस्य विकरणप्रत्ययः अपि तृतीयगणस्य विकरणप्रत्ययः समानः न स्तः अतः तत्र भेदः अस्ति इति अतः तत्र विकरणप्रत्ययः इति तद् गणं निर्दिशति तस्य आधारेण वयं कस्मिन् गणे धातुः अस्ति इति निर्णेतुं शक्नुमः प्रथमः अस्ति पट् इति सः तदस्ति सः अस्ति धातुः यस्य धातोः क्रियापदं कर्तुम् इच्छामः तद् सः धातुः तदनन्तरं कीदृशलकारम् आवश्यकम् इति दृष्ट्वा तत्र अन्ते तत्र ति इति अस्ति तद् अस्ति तिङ् प्रत्ययः तदस्ति प्रथमपुरुष एकवचनरूपं तत्र पठति इति अस्ति पठति पठतः पठन्ति यदि पुरुषः अथवा वचनं भिन्नं भवेत् चेत् तत्र अन्ते यः प्रत्ययः भवति सः तु भिन्नः भवति तत्र आमि इति तत् भवति अन्ते तत्र पठामि इति अस्ति चेत् अतः अत्र केवलं प्रथमपुरुष एकवचनरूपं स्वीकृतम् अस्ति मध्ये विकरणप्रत्ययः तद् गणं निर्दिशति अस्तु तर्हि इदानीं तत्र कोष्टकम् अस्ति विकरणप्रत्ययस्य भानचेतनी महोदय तदपि पठति वा आं महोदय विकरणप्रत्ययस्य मूलरूपं भवति धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति सोपानेषु विकरणप्रत्ययस्य रूपं परिवर्तते उदाहरणार्थं भ्वादिगणे विकरणप्रत्ययः शप् सोपानेषु लट् लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणे विकरणप्रत्ययः शप् अ इति भवति एवमेव दशसु लकारेषु तत्र विकरणप्रत्ययस्य आकृतिः तस्य परिवर्तनं भवति मूलरूपम् एकम् अस्ति किन्तु क्रियापदे तस्य रूपं भिन्नं भवति मूलरूपं शप् अस्ति किन्तु क्रियापदे तस्य रूपम् अकारः अस्ति अपि दिवादिगणे तत्र किमस्ति मूलरूपं विकरणप्रत्ययस्य मूलरूपं किमस्ति श्यन् इति हा किन्तु क्रियापदे किं रूपं भवति तस्य यकारः यकारः इति अस्तु तावदेव अस्तु अत्र हा वदतु भगिनि स्तब्नाति अष्टाध्यायी मध्ये दत्तमस्ति स्तम्भ स्तम्भ इति अस्तु क्रयादिगणे परस्मैपदी सकर्मकः सेट् स्तम्भ रोधने ओ अस्तु लट् परस्मैपदी रूपम् अस्ति स्तब्नोति अपि च स्तब्नाति अस्तु भगिनि अस्तु हा धन्यवादः भगिनि धन्यवादः अस्तु अस्तु महोदय हा धन्यवादः अपि तत्र बृणोति इति तत्र सः अपि प्रश्नः आसीत् बृधातुः बृधातुः हा बृधातुः तत्रापि नकारस्य णत्वं भवति बृण् इति किमपि आसीत् हा अस्तु बृणोति टु मेक् चाय्स् इति वा स्नेहे अस्तु अस्तु भगिनि अस्तु अस्तु श्रीप्रिया भगिनी उत्तरं प्राप्तम् इदानीम् अस्तु अस्तु किं महोदय ओ अस्तु अस्तु अस्तु तर्हि अस्तु इदानीं ओ समीचीनं महोदय, अस्तु इदानीं गीताञ्जलि भगिनी पठति वा? आं महोदय. गणः विकरणप्रत्ययस्य मूलरूपं लट् लकारस्य प्रथमपुरुषैकवचनरूपे विकरणप्रत्ययस्य आकृतिः त्रीणि. न भगिनि, तत् केवलं यत् वयं पठितवन्तः तदेव दत्तमस्ति खलु कोष्टके? यत् इदानीं दृष्टवन्तः तत्र कोष्टके कोऽपि प्रश्नः अस्ति वा? सर्वं यत् पूर्वस्मिन् पुटे पठितवन्तः सः एव विषयः अत्र दत्तमस्ति, कोष्टकरूपेण दत्तमस्ति. किन्तु इदानीं अग्रे गीताञ्जलि भगिनी अग्रे पठतु, तत्र तृतीयबिन्दुः उपरि इति परिस्थिते कोष्टके इति. उपरि स्थिते कोष्टके पश्यामः यत् मूल विकरण प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति, किन्तु तस्मिन् एव कोष्टके पश्यामः यत् लट् लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति. किमर्थम् इति चेत् सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति. यस्य लोपः भवति तस्य विशिष्टं नाम अस्ति इत् इति संज्ञा. तर्हि विकरणप्रत्ययेषु बहुत्र व्यञ्जनानाम् इत् संज्ञा भवति. किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन् यदि गच्छन्ति एव? तैः वर्णैः कार्यं निर्दिष्टम् अस्ति, अपि च तत् कार्यम् एषां वर्णानां गमनानन्तरम् अपि सिद्ध्यति. तत् कार्यं किम् इति अग्रे पश्यामः. अस्तु, तत्र किं दत्तमस्ति? तत्र सरलमेव अस्ति इति, किन्तु एकवारं वदतु भगिनि. आम् महोदय, अत्र इति दत्तं विकरणप्रत्यये सर्वे किञ्चित् दीर्घ शब्दाः सन्ति, किन्तु यत् तिष्ठति तत् लघु एव. एकः एव तत्र स्वरः वा व्यञ्जनं वा इति तावत्. एकमेव, एकः एव. तदनन्तरं प्रश्न उदेति किमर्थं एते वर्णाः विकरणप्रत्यये सन्ति, किमर्थं किं कार्यं करोति? तदनन्तरं महोदय इति लिखितवन्तः, लिखितवान् किमपि ते वर्णाः विकरणप्रत्यये. तत्र उदाहरणं स्वीकरोतु भगिनि. तत्र श्नम् महोदय, सप्तगणाः रुधादिगणः, यदि श्नम् इति विकरणप्रत्यय अस्ति केवल न तिष्ठति. तदनन्तरं किमर्थं शकार अस्ति, किमर्थं मकार अस्ति विकरणप्रत्यये इति प्रश्न उदेति. इति उत्तरम् इति वदति, ते वर्णाः किमपि आवश्यकं काम् कार्यं निर्दिष्टम्, तदनन्तरं ते लोपः भवति, तेषां लोपः भवति, तेषां इत्संज्ञा स्वीकृत्य लोपः भवति, किन्तु कार्यं तिष्ठति. ते किमपि कुर्वन्ति, तदनन्तरं ते गच्छन्ति, किन्तु यत् कृतं तत् तिष्ठति एव. अस्तु, समीचीनं भगिनि. इदानीं तत् प्रथमतया अर्थः कः इति तद् अस्तु, तत् अवगतवन्तः. तत्र अत्र किं दत्तमस्ति चेत् तत्र द्वितीयस्तम्भे किम् अस्ति, विकरणप्रत्ययानां रूपाणि दत्तानि सन्ति, किन्तु अपि तृतीयस्तम्भे तत्र यत् अन्ते भवति तत्र क्रियापदे तस्य रूपं कीदृशं भवति इति तद् दत्तमस्ति. तत्र पश्यामः भेदः अस्ति, ष्यन् इति द्वितीयस्तम्भे अस्ति, किन्तु तृतीयस्तम्भे केवलं यकारः तिष्ठति. तत्र किं गच्छति, एकः अस्ति, तत्र शकारः गच्छति, नकारः गच्छति, यकारः तिष्ठति. अत्र यत् गच्छति तद् तस्य नाम अस्ति इत्तिति, इत्तिति संज्ञा. पाणिनेः नामकरणमस्ति इत्, इत् अस्ति चेत् तस्य लोपः भवति इति. तद् अतः तत्र शकारः नकारः इत् इति अस्ति. इत्युक् इत् संज्ञा इत्युक्ते तत् तस्य सुलभरीत्या वक्तुम् एतादृश उदाहरणं स्वीकुर्मः. तत्र इत् संज्ञा, तत्र किमर्थं ष्यन् इति अस्ति यद् यदि केवलं यकारः एव आवश्यकम्? कोऽपि वदति वा किमर्थं ष्यन् इति स्वीकुर्मः यदि किमर्थं यकारः इति न वदामः? व्याकरणे पाणिनेः किमर्थं यकारः न उक्तं किन्तु ष्यन् इति उक्तम्? शकार अपि नकार किं तेषां इति इत् संज्ञा इति अस्ति, किन्तु तस्य तस्य आवश्यकता का इति? ते कार्यं निर्दिशन्ति तर्हि गच्छति. सत्यं, हा. अन्यरीत्या वदामः तत्र शकारः अपि नकारः, तत्र शन् मध्ये शकारः अपि न्यकारः, तत् किम् अस्ति चेत् तत् पेकेजिङ्ग् अस्ति इति. तत्र यकारं तद् यदि किमपि दातुम् इच्छामः खलु, तत्र पुस्तकं दातुम् इच्छामः, तत्र तस्य पेकिङ्ग् कृत्वा दद्मः खलु, तादृश अत्र व्याकरणे इत्संज्ञा किम् अस्ति, एतत् पेकेजिङ्ग् अस्ति. तत्र शकारः पूर्वं, नकारः अन्ते, मध्ये यकारः, तस्य एव महत्वं, किन्तु पेकेजिङ्ग् अस्ति. तत् पेकेजिङ्ग् उद्घाट्य यकारः अस्ति इति चिन्तयामः, तत् स्थापयामः, तावदेव. अत्र इत्संज्ञा अस्ति चेत् तत् पेकेजिङ्ग् इति चिन्तयतु. तत्र Packaging plus instruction. हा, instruction अपि, सत्यं भगिनि, धन्यवादः. समीचीनं समीचीनं, धन्यवादः भगिनि, सत्यं सत्यं. हा सत्यं सत्यम्. अतः तत्र packaging plus instruction बहु समीचीनम् अस्ति भगिनि. हा, तदेव तस्य चिन्तनं भवतु, किन्तु अन्ते यदस्ति तदेव तिष्ठति, किन्तु यत् पेकेजिङ्ग् अस्ति तत्रापि इन्स्ट्रक्षन्स् अस्ति इति कृत्वा किं तेन किं करणीयम् इति अपि तत्र तस्य ज्ञानमपि भवति. अतः तत्र विकरणप्रत्ययस्य रूपं तादृशम् अस्ति. नो चेत् महोदय, वदतु भगिनि, तत्र तुदादिगणे अपि च भवादिगणे आ एव तिष्ठति, किन्तु ते तौ भिन्नरीत्या व्यवहरति. किमर्थं चेत् किमर्थं चेत् विकरणप्रत्यय भिन्नाः सन्ति. आ एव तिष्ठति चेदपि शप् इत्यस्य कार्यम् अन्यत् अस्ति, स्वभावम् अन्यत् अस्ति. हा सत्यं भगिनि, सत्यम् अस्ति, समीचीनं भगिनि. हा, अतः तत्र तत्र शप् इत्यस्य प्रतिनिधिः, परन्तु तुदादिगणे आ शा एव इत्यस्य प्रतिनिधिः. हा समीचीनं भगिनि, समीचीनम्. अतः तत्र यद्यपि विकरणप्रत्ययस्य क्रियापदरूपं, क्रियापदे तस्य रूपं कीदृशं समानं भवति चेदपि तत्र मूलरूपं भिन्नम् इति कृत्वा तत्र कार्यं भिन्नमपि भवति. अतः रूपे सामान्यं न भवति इति चिन्तितुं शक्नुमः. अतः एव तत्र पूर्णविकरणप्रत्यये दत्तमस्ति. केवलं तस्य क्रियापदे तस्य रूपं कीदृशम् इति न दत्तमस्ति, मूलरूपमेव दत्तमस्ति. अस्तु, समीचीनम्. अस्तु, अत्र अस्मिन्नेव परिच्छेदे यत् गीताञ्जलिभगिनी पठितवती तत्र एव अन्य कोऽपि तत्र, हा शोभा भगिनी, भवती एव इदानीं तत्र किञ्चित् विवरणं करोति वा? तत्र यद् गीतासोपने वयं पठितवन्तः, तत्र उपरि स्थिते कोष्टके विशेषणविशेषभावः तादृश, तत्र उपरि स्थिते कोष्टके इति इदानीम् अर्थः अवगतं, किन्तु यद् वयं गीतासोपने पठितवन्तः तादृश अंशाः अत्र सन्ति चेत् तस्य किमपि पुनः पृच्छतु महोदय, किं वदामि तत्र? तत्र उपरि स्थिते कोष्टके इति तत् परिच्छेदः, इदानीं तत् परिच्छेदं तत् परिच्छेदं गीताञ्जलि भगिनी पठितवती, किन्तु केवल तत्र अर्थः कः इति तत्र उक्तमासीत्, परिच्छेदस्य अर्थः कः इति धातुगणस्य विषये, किन्तु तत्र व्याकरणरीत्या अपि तत्र वाक्यं दृष्ट्वा किञ्चित् वक्तुं शक्नुमः खलु, तत्र स्थिते कोष्टके तत्र तयोः मध्ये कः सम्बन्धः? उपरि स्थिते कोष्टके विशेष विशेषणम् अपि पश्यामः, यत् मूलविकरणप्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति, तत्र प्रत्ययेषु इति विभक्ति का? प्रत्ययेषु सप्तमी विभक्ति बहुवचने अस्ति, समीचीनम् अस्तु, किन्तु अग्रे पठामि वा? पठतु भगिनि. किन्तु तस्मिन् एव कोष्टके पश्यामः यत् लट्लकारे तत्र लट्लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति, तत्र तस्मिन् एव कोष्टके सप्तमी पश्यामः यत् लट् लकारे तत्र लट् लकारे विशेषविशेषणम् आधिक्येन तृतीयविभक्ति तानि व्यञ्जनानि तिष्ठन्ति. तत्र तानि व्यञ्जनानि अपि तत्र तस्मिन् एव कोष्टके तत्र तस्मिन् कोष्टके तत्र सः कोष्टक तत् कोष्टकम् इति प्रायशः तत्र सप्तमी तस्मिन् कोष्टके इति अपि यत् अपि इति कृतवन्तः भगिनि वयं, यत् अपि इति न कृतवन्तः वा एतावत्? यत् इत्युक्ते किम् इति? तत्र यत् इत्युक्ते पश्यामः यत् इत्युक्ते एतद् अस्ति, एतद् यत् तत्र यदस्ति तत्र इति उपयुज्य अपि वक्तुं शक्नुमः, मूलविकरणप्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति इति उपरि स्थिते कोष्टके पश्यामः इति तत्र कोट् कोट् अन् कोट् इति यत् अस्ति चेत् तत्र कोट् अन् कोट् इति तादृश कोट् इत्युक्ते अन्य कोऽपि न उक्तवान्, किन्तु यद् अस्ति तदेव वदामः, तत्र वाक्यद्वयम् अस्ति खलु, तत्र यत् अस्ति चेत् तत् कनेक्टिङ्ग् भवति खलु, तत्र कोष्टके पश्यामः तत्र क्रियापदं पश्यामः अस्ति, तदनन्तरं यत् अस्ति पुनः नूतनवाक्यम् अस्ति अत्र. अग्रे भगिनि, किमर्थम् इति चेत् सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति नाम तेषां लोपः भवति. केषां लोपः? तत्र सोपानेषु व्यञ्जनानि अपगच्छन्ति, अतः व्यञ्जनानि तेषु व्यञ्जनेषु न सोपानेषु इति सोपानेषु व्यञ्जनानि अपगच्छन्ति किं अतः कानि अपगच्छन्ति व्यञ्जनानि अपगच्छन्ति अतः तेषाम् इत्युक्ते व्यञ्जनानां लोपः भवति समीचीनं भगिनि. अग्रे यस्य लोपः भवति तस्य विशिष्टं नाम अस्ति इत् इति संज्ञा. तत्र यस्य तस्य इत्यस्य सम्बन्ध यस्य लोपः भवति तस्य विशिष्टं विशेषनाम अस्ति इत् इति संज्ञा. तत्र तावदेव. तर्हि विकरणप्रत्ययेषु तत्र प्रत्ययेषु सप्तमी बहुवचने तत्र विकरणप्रत्ययेषु त तत्र किं वदामि महोदय? नाम एव बहुत्र विकरणषष्टि किन्तु नाम एव विकरणप्रत्ययः इति अस्ति खलु भगिनि, अतः विकरणस्य प्रत्ययः इति न वक्तुं शक्नुमः खलु. हा, तस्य नाम एव विकरणः, अतः तत्र विकरणेषु इति अपि वक्तुं शक्नुमः. तत्र नाम सः प्रत्ययः अस्ति, अपि तस्य नाम अस्ति विकरणः इति. तत्र तत्र हैफन् इति किमर्थं महोदय? विकरण इति नामकरणं, विकरणप्रत्ययः इति. तत्र समस्तपद तु नास्ति वा? समस्तपद इति न स्वीकृतं स्वरूप महोदयेन तत्र. बहुत्र व्यञ्जनानां व्यञ्जनानां इत् संज्ञा भवति, तत्र बहुवचने षष्टि व्यञ्जनानां, तर्हि विकरणप्रत्ययेषु उक्तवती बहुत्र व्यञ्जनानाम् इत्संज्ञा भवति. किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन् यदि गच्छन्ति एव, तत्र आरम्भे सप्तमी विभक्ति व्यञ्जनानि, एतानि व्यञ्जनानि आसन् यदि गच्छन्ति एव. तत्र यदि गच्छन्ति इत्युक्ते के गच्छन्ति? व्यञ्जनानि गच्छन्ति. यदि व्यञ्जनानि गच्छन्ति एव, तत्र किमर्थं वयम् आरम्भे स्थापितवन्तः? किमर्थं ते सन्ति तत्र अथवा आसन् इति? तैः वर्णैः कार्यं निर्दिष्टम् अस्ति. तत्र तैः वर्णैः बहुवचने तृतीया विभक्ति, तैः वर्णैः विशेष्य विशेषणं, कार्यं निर्दिष्टम् अस्ति अस्ति. तत्र वर्णैः इत्युक्ते किम्? कैः? तैः तैः वर्णैः, तत्र तेषु के तत्र कीदृशवर्णं कीदृशवर्णं तत्र वर्णैः इत्युक्ते अत्र किं तत्र यस्य इत् संज्ञा भवति तत्र व्यञ्जनं व्यञ्जनं व्यञ्जनं व्यकरणप्रत्ययेषु यः व्यञ्जनं यत् व्यञ्जनम् अस्ति तस्य तदेव वर्णः अत्र खलु. तत्र बहुवचने अतः व्यञ्जनानि, तैः व्यञ्जनानि अथवा वर्णैः, तैः व्यञ्जनैः अथवा वर्णैः वर्णैः कार्यं निर्दिष्टं निर्दिष्टम् अस्ति. समीचीनं भगिनि. अपि च तत्र कार्यम् एषां वर्णानां गमनानन्तरम् अपि सिद्ध्यति. तत्र एषां वर्णानां विशेष्य विशेषणं गमनानन्तरं समस्तपदम् अपि सिद्ध्यति. सिद्ध्यति इत्युक्ते भवति, तत्र सिद्धः भवति, कार्यं भवति. तत् कार्यं किम् इति अग्रे पश्यामः. अस्तु, तत्र केवलं तत्र ज्ञानम् अस्ति, तत्र किमपि कार्यम् अस्ति तत्र विकरणप्रत्ययस्य रूपस्य, केवलम् अन्तिमरूप न मूलरूपस्य किमपि कार्यम् अस्ति इति तावदेव. समीचीनं भगिनि, धन्यवादः. तत्र अस्माकं कार्यद्वयम् अस्ति अत्र, नूतनविषयः कः इति प्रथमः, अपि द्वितीयं तत्र यत् जानीमः तत्र कीदृशवाक्यम् अत्र दत्तम् अस्ति इति. तत्र एकं तु वदामि, स्वरूप महोदय बहु सरलरीत्या सः लिखति, सर्वं बहु सुलभतया अवगन्तुं शक्नुमः इति तादृश तस्य आशयः अस्ति. अतः सः कथं लिखति इति तदपि यदि पश्यामः बहुवारं, तादृश वयमपि लेखितुं प्रयत्नं कर्तुं शक्नुमः इति. अतः तादृश सरलं वदतु भगिनि. व्यञ्जनस्य एव इत्संज्ञा भवति न महोदय? स्वरस्य कदापि न भवति. आम् इति मन्ये भगिनि, इति मम मनसि कोऽपि उदाहरणं नास्ति, अन्य कोऽपि जानाति वा इत्संज्ञा स्वरः कदापि भवितुम् अर्हति वा इति? आं महोदय, यत्र अनुनासिक अस्ति तदा भवति, अनुनासिक अस्ति चेत् अनुनासिक सत्यम् अनुनासिक इत्युक्ते अम्मः इति वा न न न यत्र चन्द्रबिन्दुः भवति अनुनासिकस्वरः अस्ति इदानीं तत्तु अनुनासिक व्यञ्जन अस्ति व्यञ्जनं व्यञ्जनं किन्तु स्वरः स्वरस्य विषयः अकारस्य अष्टादश स्वराणि सन्ति खलु तत्र अनुनासिक अननुनासिक अस्ति अकार अकार इति तत्र यत्र चन्द्रबिन्दुः अस्ति तस्य इत्संज्ञा भवति परन्तु अत्र धातुपाठे तेषाम् इदानीं स्वरविज्ञानस्य ज्ञानं आवश्यकम् अस्तु समीचीनम् अतः यत्र तत्र लोपः भवति तद् उपदेश अनुनासिक इति सूत्रेण लोपः अभवत् इति वयम् ऊहं कृत्वा रिवर्स् इञ्जिनियरिङ्ग् करणीयम् अस्तु अस्तु अस्तु अस्तु तत्र एकं तु वदामि तत्र अस्मिन् कार्ये तत्र पूर्णव्याकरणस्य पूर्णज्ञानं न आवश्यकम् किन्तु किन्तु लकारस्य विषये तत्र अधिकं ज्ञानम् आवश्यकं किन्तु अत्र केवलं गणः कीदृशः इति तावदेव अस्माकं कार्यम् अत्र अतः बहु किमपि अत्र व्याकरणस्य विषयं मास्तु इदानीं अस्तु गम् दत्वा अस्ति गम् लृ इति अस्ति गम् लृ इति अस्तु अस्तु अस्तु सत्यं सत्यं सत्यं ऋकारस्य ऋकारस्य अनुनासिक लकार लृकार अस्ति अतः अस्तु धातुपाठे कुत्रापि स्वर सहित नास्ति अद्यतनकाले दिनेश धातुपाठ नास्ति तेषां इत् भवति वयम् उपदेश अनुनासिक इति सूत्रेण एव अच् अनुनासिक इति सूत्रेण एव इति वयं अस्तु महोदय अस्तु धन्यवादः महोदय अस्तु अस्तु तर्हि अग्रे गच्छामः तत्र भानुचतुरी महोदय अग्रे पठितुम् इच्छति वा नमस्ते महोदय वंशी सुधा भगिनी नमस्कारः बहु कष्ट अनन्तरम् अहम् आगतवती महोदय अहं न जानाति ज्ञातवती कि कक्षां जूम् मध्ये अस्ति आमां भगिनि तत्र बहु किमपि समस्या आसीत् किन्तु तत्र वाट्सप् ग्रुप् मध्ये रघुपति महोदय प्रेषितवान् वा जूम् अस्तु अस्तु अस्तु धन्यवादः रघुपति महोदय धन्यवादः अस्तु हा अस्तु भगिनी भवती एव पठतु अतः ओ मम पार्श्वे पुस्तकं नास्ति पुस्तकं अस्तु अस्तु अस्तु तर्हि अस्तु भानुचितनि महोदय पठति वा महोदय इदानीं मम पार्श्वे अपि किं पुस्तकं महोदय तत् तत्र यत् भवान् पठितवान् तत्र एव द्वितीय पुटे तत्र तत्र एव पुस्तकं किमपि नास्ति केवलं स्वरूप महोदयस्य करपत्रं वंशी सुधा भगिनी तत्र सः एव तत्र स्वरूप महोदयस्य धातुपाठः इति धातुगणपाठः चतुर्थः बिन्दु कः धातुः कस्मिन् गणे इति कोष्टकस्य अधोभागे अहं पठामि धातुः कस्मिन् पठतु महोदय पठतु कः धातुः कस्मिन् गणे प्रविष्टः इति ज्ञातव्यम् अस्माभिः किल एतावता वदामि वा महोदय अग्रिमे पठामि पठतु पठतु महोदय पूर्णं पठतु एकवारं एतावता भवन्तः प्रायः मूलविषयम् अवगच्छन् नाम विकरणप्रत्ययम् अधिकृत्य गणः निर्णेतव्यः प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितं परन्तु कुत्रचित् विषयः भ्रमात्मकः भवति तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम इति सर्वे अवगच्छन्ति वा एतावत् तत्र वयं दृष्टवन्तः खलु तत्र नकारः वा नोकारः वा इति तादृश तत्र अपि प्रथमगणे अपि षष्ठगणे अकारः एव आसीत् इति विकरणप्रत्ययः तत्र भ्रमः भवति कस्मिन् गणे एषः धातुः भवति इति अतः तस्य विषये अग्रे चर्चा भवति इति तावदेव अस्तु वंशी सुधा भगिनी अग्रे पठतु धन्यवादः महोदय वनचित्रि महोदय हरि ओं महोदय श्रुणोति वा श्रूयते श्रूयते श्रूयते वदतु भगिनी बिन्दु अस्ति अकारः विकरणप्रत्ययः नास्ति चेत् धातुः द्वितीयगणे वा तृतीयगणे वा अदादिगणे सारल्यम् अस्ति अस् योगः ति अनन्तरम् अस्ति अस् अपि च ति अनयोः मध्ये किमपि नास्ति अतः द्वितीयगणः जुहोत्यादिगणे यद्यपि विकरणप्रत्ययः नास्ति परन्तु धातोः द्वित्वम् अस्ति दा ददाति भी भिभेति द्वित्वम् अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः अतः द्वित्वं तृतीयगणस्य लक्षणम् अस्तु महोदय अत्र किञ्चित् वदतु भगिनि तत्र द्वितीयगणे तृतीयगणे किम् अस्ति विकरणप्रत्ययः किम् अस्ति आं महोदय अदादिगणे धातो अपि च तिङन्त तिङ् प्रत्यय मध्ये कोऽपि विकरणप्रत्ययः नास्ति यतोहि विकरणप्रत्ययः लोपः भवति जुहोत्यादिगणे तत्रापि जुहोत्यादि द्वित्वं भवति महोदय विकरणप्रत्यय तत्र किमपि मूलरूपम् अपि तत्र शप् इति अस्ति किन्तु किन्तु आकृति तत्र क्रियापदे किमपि न भवति आम् महोदय अतः तत्र क्लेशः भवति खलु द्वितीयगणे वा तृतीयगणे इति आम् महोदय द्वयोः गणयोः मध्ये विकरणप्रत्ययः नास्ति यतोहि द्वयोः लोपः भवति अतः अदादिगणे यदि अहं पश्यामि चेत् तत्र विकरणप्रत्ययः नास्ति जुहोत्यादिगणे अपि च अदादिगणे द्वयोः भेदः अस्ति एतत् अस्ति जुहोत्यादि जुहोत्यादिगणे द्वित्वं भवति आम् महोदय अदादिगणे द्वित्वं न भवति तयोः भेदः एतत् एव अस्ति महोदय एतत् स्वीकृत्य वयं निर्णेतुं शक्नुमः तत्र अदादिगणे अस्ति वा अथवा जुहोत्यादिगणे अस्ति वा इति एतद् दृष्ट्वा वक्तुं शक्नुमः समीचीनं भगिनि अस्तु अतः तत्र अतः तत्र विकरणप्रत्ययः समानं तत्र क्रियापदे विकरणप्रत्ययः किमपि नास्ति किन्तु भेदः अस्ति अतः केवलं विकरणप्रत्ययः इति एव न तत्र अन्यत् लक्षणं तत्र द्वित्वम् इति लक्षणं स्वीकृत्य अत्र भेदः वक्तुं शक्नुमः समीचीनम् अस्तु अग्रे श्रीप्रिया भगिनि चतुर्थः गणः वा दशमः गणः वा दिवादिगणे विकरणप्रत्ययस्य केवलं य इति भागः दृश्यते क्रियापदे चुरादिगणे विकरणप्रत्ययस्य अय इति भागः दृश्यते क्रियापदे अग्रे पठामि वा पठतु भगिनि पूर्ण तत्र दशमगणपर्यन्तं नश् योगः य योगः ति नश्यति तत् योगः अय योगः ति कथयति भेदः अवगतः किल नश् इत्यस्य अनन्तरम् अ न आगच्छति केवलं य अतः चतुर्थगणः कत् इत्यस्य अनन्तरम् अ अस्ति तदा य आहत्य अय अतः दशमगणः अतः भेदः किम् अस्ति भगिनि तत्र चतुर्थगणे अपि दशमगणे तयोः मध्ये चतुर्थगणे य एव अस्ति धातोः तिङ् प्रत्ययोः मध्ये किन्तु दशमगणे अय इति अस्ति तिङ् प्रत्ययोः मध्ये अत्र अतः तत्र किञ्चित् क्लेशः भवति खलु तत्र यकारः अय अपि यकारः अपि अय इति अस्ति तत्र समानम् इति दृश्यते खलु किन्तु तत् अकारः अस्ति इति दृष्ट्वा दशमगणे अस्ति इति ज्ञातुं शक्नुमः तत्र नश्यति मध्ये तत्र अकारः नास्ति कथयति इति मध्ये अकारः अस्ति यकारस्य पूर्वं इति तत्र सः विषयः अस्तु समीचीनम् अस्तु अग्रे अपि अन्यत् अपि कर्तुं शक्नुमः इति मन्ये तदनन्तरं समयः नास्ति इति मन्ये अस्तु नरेश् महोदय अग्रे पठति वा पञ्चमः गणः वा अष्टमः गणः वा स्वादिगणे लट् लकारस्य प्रथमपुरुषै वचनरूपे विकरणप्रत्ययस्य नो इति भागः दृश्यते तनादिगणे लट्लकारस्य प्रथमपुरुषैकवचनरूपे विकरणप्रत्ययस्य केवलं पो इति भागः दृश्यते। नो ओ इत्येनयोः भेदः शक् योग नो योगति शक्नोति, तन् योग ओ योगति तनोति। भेदः अवगतः किल? पञ्चगणे नकारः विकरणप्रत्यये अस्ति, अष्टमगणे नकारः धातौ अस्ति खलु। तत्र शक्नोति तनोति समानम् इति दृश्यते, किन्तु कः भेदः तत्र? नकारः तनोति, तत्र नो इति अस्ति, नकारः योगः ओकारः। शक्नोति मध्ये अपि तत्र नो इति अस्ति, नकारः योगः ओकारः, किन्तु शक् इति धातुः अस्ति, तत्र नकारः नास्ति। तनोति इति क्रियापदस्य धातो तन् इति अस्ति, अत्र नकारः अस्ति खलु, इन् इति अस्ति खलु अन्ते, अतः तत्र तद् धातु जानीमः, अतः धातु अपि क्रियापदं द्वयमपि जानीमश्चेत् तत्र ज्ञातुं शक्नुमः ओकारः वा नोकारः वा विकरणप्रत्ययः। तद् दृष्ट्वा वयं ज्ञातुं शक्नुमः तत् पञ्चमगणः वा अथवा अष्टमः गणः इति। अस्तु, समीचीनं। तत्र अद्य बहु किमपि तत्र समस्या आसीत् पूर्वं, तदनन्तरम् अत्र ज़ूम् मध्ये स्मः इदानीं, किन्तु इदानीम् अत्र सम्यक् अस्ति खलु, तत्र कोऽपि समस्या कापि समस्या नास्ति अत्र खलु? अस्तु, अतः अद्य एतत् एव कर्तुं शक्नुमः इति मन्ये। हा, एतत् करपत्रं तु समापयामः, एकमेव वाक्यम् अस्ति तत्र। एकमेव वाक्यम् अस्ति वा? पश्यतु न, प्रथमगणः वा षष्ठः गणः वा अस्य भेदस्य अग्रिमपुटं पठामः। अस्तु भगिनि, हा वदतु, एकवारं पठतु। हा सत्यं सत्यं, हा मया न दृष्टं, सत्यं वदतु भगिनि। प्रथमः गणः वा षष्ठः गणः वा अस्य भेदस्य अवगमनार्थम् अग्रिमं करपत्रं पठति चेत् वार्ता स्पष्टा भविष्यति इति मन्ये। समाप्तम्। अस्तु अस्तु तर्हि, अतः अग्रिमवर्गे अग्रिमपुटं पठामः। धन्यवादः भगिनि, समीचीनम् अस्ति। अस्तु तर्हि, तत्र एतत् कार्यं किमर्थं कुर्मश्चेत् एतत् सर्वं गणस्य विषयं सर्वं ज्ञात्वा तदनन्तरं त्वान्तरूपे कीदृशी परिस्थितिः इति द्रष्टव्यमस्ति। त्वान्तरूपस्य निर्माणे कीदृशरूपाणि भवन्ति, अपि लभन्तरूपे किं किं भवति इति तदपि द्रष्टव्यमस्ति। तद् पश्यामः अग्रे। तस्य तस्मिन् विषये अपि करपत्राणि सन्ति वा? पश्यामः, प्रायशः सन्ति। अस्तु अस्तु तर्हि, महोदय, अहं मन्ये FCC अधिकं यूजर् फ्रेण्ड्लि अस्ति महोदय, फोर् द टैम् बीङ्ग् ज़ूम् उपयोगं कुर्मः अनन्तरं। हा, यदि समस्या नास्ति चेत् FCC पुनः गच्छामः भगिनि। मम तु तत्र एतदेव इति किमपि नास्ति, किन्तु यदि समस्या अस्ति चेत् अत्र आगच्छामः, किन्तु मार्गद्वयम् अस्ति इदानीं। यत्र समस्या नास्ति तत्र गच्छामः इति मम चिन्तनम्। इदानीं तत्र बहु केवलम् अस्माकं वर्गे न, तत्र मया श्रुतम् अन्येषु वर्गेषु अपि तत्र समस्या आसीत् इति। उमा मीनाक्षी भगिनी जानाति, रघुपति महोदय अपि कदाचित् जानाति, पूर्णेन्दु महोदय अपि जानाति। हा, अतः अग्रिमवर्गे तु इदानीमेव उपयोगं कुर्मः वा महोदय? ज़ूम् लागिन् टु ज़ूम् नेक्स्ट् टैम्? हा कुर्मः खलु, नो वा भवति किं जस्ट लेट अस तत्र लॉगिन आईडी फिक्स्ड भवति वा तदेव भवति वा इदानीं एतत् एतत् प्रायशः स्टेबल अस्ति इति मन्ये महोदय अस्तु तत्र गतवान् आसीत् गतकक्षायाः तद्भिन्नम् आसीत् महोदय तद्भिन्नम् आसीत् एतत् एतद् अन्यत् अस्ति एतद् यदि चलति सम्यक्तया कार्यं करोति चेत् एतत् एव अहम् एतत् सम्यक् अस्ति एतत् सम्यक् अस्ति फ्री नास्ति न अतः एव एतत् अत्र यूजर् फ्रेण्ड्लि अस्ति अहं चिन्तयामि शोभा भगिनी तत्र किम् इदानीम् एकनिमिष तत्र रेकार्डिङ्ग् तस्य